नमस्सर्वेभ्यः, पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्। अद्य नूतनपाठः आरप्स्यते, इत्संज्ञाप्रकरणम् इति पाठः। इतः पूर्वं वयम् इत्संज्ञा इति श्रुतवन्तः एव। अत्र आदिमपाठे अपि यत्र धातुगणस्य विषये चिन्तनमासीत् तत्रापि शप् इति प्रत्ययः अस्ति, तत्र शकारपकारयोः इत्संज्ञा भूत्वा लोपः भवति इति श्रुतवन्तः। तर्हि इत्संज्ञाप्रकरणम्, अत्र त्रीणि पदानि सन्ति, इत् संज्ञाप्रकरणम्। तर्हि प्रथमतया संज्ञा इति पदं स्वीकुर्मः। संज्ञा इति पदं वयं तु जानीमः एव। संज्ञा इत्युक्ते अत्र नामकरणम् इति अर्थः अस्ति। यथा सामान्यतया लोके पश्यामः, लोके व्यवहारार्थं संज्ञापदानां प्रयोगः भवति, यथा रामः, कृष्णः, लता। तर्हि तानि सर्वाणि पदानि संज्ञापदानि, व्यवहारार्थं संज्ञापदानां प्रयोगः भवति। एवमेव अत्र व्याकरणशास्त्रे अपि अष्टाध्यायाः अवगमनार्थं संज्ञापदानाम् अवगमनम् अत्यावश्यकम्। तर्हि प्रथमतया अत्र इत्संज्ञाप्रकरणम् इति विषयः अस्ति। तर्हि संज्ञा इत्युक्ते का इति जानीमः। यथा रामः इति वदामः चेत् रामः इति संज्ञापदम् अस्ति। तर्हि यस्य संज्ञा अस्ति तस्य संज्ञी इति वदामः। इत्युक्ते रामः इति पदं संज्ञापदम् अस्ति। कस्यचित् पुरुषस्य संज्ञा भवति खलु, सः पुरुषः एव संज्ञी अस्ति। यस्य तादृशसंज्ञा अस्ति तर्हि संज्ञी इति वदामः, संज्ञा इति वदामः। इदानीम् अच् इति प्रत्याहारः इति वदामि चेत् अच् इति संज्ञा अस्ति, संज्ञापदम् अस्ति। तर्हि कस्य संज्ञा अस्ति इत्युक्ते अच् प्रत्याहारेषु ये ये वर्णाः सन्ति तेषां संज्ञा अस्ति अच् इति संज्ञा। तर्हि अच् प्रत्याहारे स्वराः, सर्वे स्वराः, इदानीम् अकारः इति स्वीकरोमि चेत् अकारः एव संज्ञी अस्ति। यस्य संज्ञा अस्ति अकारस्य संज्ञा का इति चेत् अकारस्य संज्ञा अस्ति अच् इति संज्ञा। तर्हि संज्ञा इति जानीमः। तर्हि इत् संज्ञा इत्युक्ते तादृशसंज्ञा यस्य नामकरणम् अस्ति इत्। तर्हि इत्संज्ञा, द्वयोः विशेषणविशेषभावः अस्ति। तर्हि इदानीम् अत्र अन्यत् पदमस्ति प्रकरणम् इति पदम्। तस्मात् पूर्वं प्रकरणम् इति पदस्य अवगमनात् पूर्वम् अत्र अष्टाध्यायी इति ग्रन्थः वयं जानीमः। अष्टाध्यायी इति ग्रन्थं पाणिनिः एव रचितवान्। अष्टाध्यायी ग्रन्थे किम् अस्ति इति चेत् सूत्राणि सन्ति। सूत्रेण, सूत्रस्य पठनेन वयं व्याकरणे कथं कार्यं भवति, पदस्य निष्पत्तिः कथं भवति इति अवगन्तुं शक्नुमः। तर्हि अष्टाध्यायी इति ग्रन्थः, अष्टाध्यायी इति अस्ति, तर्हि अष्टाध्यायाः सन्ति इति जानीमः। अष्टाध्यायाः, अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी इति, तत्र समाहार द्वन्द्व द्विगुसमासः, वस्तुतः द्विगुसमासः अस्ति। तर्हि अष्टाध्यायी इति ग्रन्थे अष्टाध्यायाः सन्ति। प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति। तर्हि इदानीं पश्यामः चेत् अत्र प्रत्येकस्मिन् पादे सूत्राणि सन्ति। प्रथम अध्याये पश्यामः चेत् प्रथम अध्याये सामान्यतया तत्र संज्ञासूत्राणि सन्ति, संज्ञासूत्राणि येन कस्यचित् पदस्य, वर्णस्य अथवा प्रत्ययस्य किमपि नामकरणं भवति, संज्ञासूत्राणि। एवमेव अत्र इत्संज्ञाप्रकरणं। तर्हि अत्र एकस्मिन् अध्याये प्रकरणानि सन्ति। प्रकरणम् इत्युक्ते किम् इति चेत्, यथा अत्र पाकशाला इति पश्यामः चेत् पाकशाला इति उदाहरणं स्वीकुर्मः चेत् भोजनस्य निर्माणार्थं सामग्री आवश्यकी खलु। तर्हि तत्र तण्डुलः, जलं, शाकः, हरिद्रा इत्यादिकं सर्वम् आवश्यकं भोजनस्य निर्माणार्थं सामग्री आवश्यकम्। तर्हि वयं किं कुर्मः पाकशालायां, सर्वा सामग्री एकत्र न स्थापयामः, पृथक् पृथक् कृत्वा कोशेषु भवति, नो चेत् अव्यवस्था भवति खलु। एवमेव अत्र पाणिनिसूत्राणि अपि तथैव समानकार्याणि यत्र भवन्ति तानि सर्वाणि एकत्र स्थाप्यन्ते, समानसूत्राणि। तर्हि अत्र इत्संज्ञाप्रकरणम् इति एकं प्रकरणम् अस्ति, तस्मिन् प्रकरणे इत्संज्ञकसम्बद्धसूत्राणि एकत्र सन्ति। तर्हि तस्मिन् तत् प्रकरणं वयं पठामः चेत् तर्हि संस्कृतभाषायां यानि सूत्राणि सन्ति इत्संबन्धकसूत्राणि तानि सर्वाणि वयं ज्ञास्यामः। तर्हि इदानीम् अत्र किञ्चिदेव वयं पश्यामः, अत्र अष्टाध्यायी इति ग्रन्थे कथमस्ति एकवारं पश्यामः, कुत्र अस्ति किञ्चित् परिचयः भवतु इति। अत्र पुस्तकमस्ति वा सर्वेषां पार्श्वे, अष्टाध्यायी सूत्रपाठः इति पुस्तकम् अस्ति चेत् सर्वे कृपया उद्घाटयन्तु। अस्ति, हा, तत्र एकक्षणम् अस्ति भगिनि। हा, सम्यक्। अत्र एकचत्वारिंशत्तमे पृष्ठे पेज् 41 पश्यति वा, पेज् 41 प्रथमाध्याये तृतीयपादः इति अस्ति, उपरि शीर्षकः अस्ति प्रथमाध्याये तृतीयपादः इति अस्ति। तत्र अधोभागे पश्यति चेत् प्रथमाध्याये तृतीयपादः, प्रथमं तत्र धातुसंज्ञा इति अस्ति, भुवादयो धातवः इति अस्ति। तदनन्तरम् इत्संज्ञाप्रकरणं पश्यति वा, इत्संज्ञाप्रकरणं सुमन् भगिनी पश्यति वा? आं भगिनी, पश्यामि। हा, अस्तु, अत्र वेङ्कटरामन् महोदय इत्संज्ञाप्रकरणम् अस्ति खलु, तत्र पठतु, सूत्राणि पठन्तु एकवारम्। आं भगिनि, पठामि। इत्संज्ञाप्रकरणम् उपदेशे जनुनासिक इत् हलन्त्यं नवभक्तौ तुस्माः आदिर्निडुडर्वः क्षप् प्रत्ययस्य चुटु लषक्वदधिते। तदपि पठतु। तस्य लोपः, तावत् इदानीं पश्यति चेत् अत्र इत्संज्ञाप्रकरणम् इति प्रकरणम् अस्ति, तत्र कति सूत्राणि सन्ति महोदय अत्र इत्संज्ञाप्रकरणे? अष्टसूत्राणि। हा, अत्र वस्तुतः इत्संज्ञाप्रकरणे सप्तसूत्राणि एव सन्ति, सप्तसूत्राणि एव सन्ति। इतिलोपविधिः विदेहे तस्य लोपः इति सूत्रमपि अस्ति। हा हा, यत्र यत्र इत्संज्ञा भवति तर्हि तस्य अनन्तरं संज्ञायाः लोपः अपि भवति। तर्हि प्रथमतया संज्ञा भवति, तदनन्तरं लोपः अपि भवति। महोदय कृपया म्यूट् करोतु महोदय। धन्यवादः, म्यूट् करोतु। अस्तु, तर्हि इत्संज्ञाप्रकरणम् इति प्रकरणे पश्यति चेत् सर्वाणि समानानि सूत्राणि, अत्र सप्तसूत्राणि सन्ति, प्रत्येकं सूत्रम् इत्संज्ञानां विषये एव अस्ति। अत्र रमाबाई भगिनी पुनः पठतु सूत्राणि। अस्तु भगिनि, इत्संज्ञाप्रकरणम् उपदेशे एकक्षणं पुनः उच्चारयतु। उपदेशे अदनुनासिक स इत्, हा, वस्तुतः तत्र अकारः नास्ति खलु, उपदेशे जनुनासिक इत्, हा, हलन्त्यम् अकारस्य उच्चारणः, अकारस्य उच्चारणः न भवति, सन्धिः अभवत्, अत्र अवग्रह चिह्नः अस्ति, तत्र अकारस्य उच्चारणः न भवति। अस्तु अस्तु, पुटसङ्ख्या अस्ति पेज् 41। हा, पठतु। हलन्त्यं न विदतौ तु स्माः आदिजटुडवः ष प्रत्ययस्य चुटु लषक्वदधिते। सप्तसूत्राणि, सप्तसूत्राणि, तदनन्तरं इत् लोपविधिः तस्य लोपः, बहु सम्यक्. अस्तु, अत्र गीताञ्जलि भगिनी पुनः पठतु. आं भगिनि, इत् संज्ञाप्रकरणम् उपदेशे जनुनासिक इत् हलन्त्यं न विभक्तौ तु स्माः अदीर्यिङ्टुडवः शः प्रत्ययस्य चुटू लशक्वतद्धिते इत् लोपविधिः तस्य लोपः. अस्तु, सम्यक्. तर्हि अत्र सप्तसूत्राणि सन्ति, इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति. तदनन्तरं तत्र इत्संज्ञालोपः कथं भवति, केन सूत्रेण भवति इति चेत् तस्य लोपः इति सूत्रेण इत्संज्ञायाः लोपः भवति. तर्हि यदि वयं सप्तसूत्राणि जानीमः चेत् इत्संज्ञाप्रकरणस्य, तर्हि वयं यत्र कुत्रापि अष्टाध्यायां यत्र कुत्रापि इत्संज्ञा भवति तत्र कथं भवति इति ज्ञातुं शक्नुमः. तर्हि अत्र इत् इति काचित् संज्ञा अस्ति, तावदेव. यथा अत्र रामः इति वदामः, एवमेव यथा लोके व्यवहारार्थं रामः इति पदस्य प्रयोगः भवति, तथैव अत्र व्याकरणे इत् इति काचित् संज्ञा अस्ति. संज्ञानाम् अवगमनेन अत्र अष्टाध्यायाः सूत्रस्य विवरणं ज्ञातुं शक्नुमः. सूत्रं कथं कार्यं करोति, एकं सूत्रं स्वीकृत्य सूत्रं कथं कार्यं करोति, सर्वदा अत्र इत्संज्ञालोपानन्तरमेव सूत्रस्य कार्यं भवति. अतः अस्माकं प्रथमं सोपानम् अस्ति इत्संज्ञाप्रकरणम्, इत्संज्ञाप्रकरणस्य ज्ञानं, तदेव अस्माकं प्रथमं सोपानम् अस्ति. तर्हि इदानीम् अत्र इतोपि अग्रे किञ्चित् वक्तव्यं चेत् किमिति चेत्, अत्र यथा वयं जानीमः अत्र लोके पच् इति धातुः अस्ति. पच् इति धातुतः पचति अथवा पचते इति रूपम्, इति लट्लकाररूपं भवति पच् इति धातुतः. पच् इति लौकिकधातुः अस्ति, वयं तु जानीमः. परन्तु तस्य मूलरूपम् अपि अस्ति. तस्य मूलरूपं किम् इति चेत् डुपचष् इति धातुः. तर्हि तत्र डुपचष् इति धातुः अस्ति. डुपचष् इति धातुतः पच् इति लौकिकधातुः. तर्हि तत्र डुपचष् इति मूले आसीत्, इदानीं लौकिकधातौ पच् इति एव अस्ति. तर्हि किं जातं द्वयोर्मध्ये, किं जातं? यतोहि मूले तु डुपचष् इति अस्ति, तर्हि तत्र आदौ डकारः उकारः डु इति अस्ति, अनन्तरं षकारः अस्ति अन्ते, अनन्तरं चकारस्य अनन्तरम् अकारः अपि अस्ति. तर्हि त्रयः वर्णाः अधिकाः सन्ति तत्र मूले, परन्तु लौकिके धातौ तु पच् इति एव अस्ति, पकारः अकारः अनन्तरं चकारः. तर्हि तत्र किं जातम् इति चेत् मूले केचन वर्णाः सन्ति, ते वर्णाः लौकिकरूपे न तिष्ठन्ति. अतः अत्र धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि भवतु, तस्य तु मूलरूपं भवति, प्रत्येकस्य मूलरूपं भवति एव. मूलरूपात् अत्र लौकिकरूपं प्राप्नुमः. कथं प्राप्नुमः? इत्संज्ञाकार्यं कृत्वा केचन वर्णाः इत्संज्ञकवर्णाः, तेषां लोपः भवति. डुपचष् इति धातौ केचन वर्णाः इत्संज्ञकवर्णाः, तेषां लोपानन्तरं पच् इति धातुः लौकिकधातुः दातुं प्राप्नुमः. तर्हि कथं जानीमः केषां वर्णानाम् इत्संज्ञा भवति इति कथं जानीमः? कुत्रचित् ध्वनिः अस्ति, कृपया म्यूट् करोतु. हा, कथं जानीमः अत्र केषां वर्णानाम् इत्संज्ञा भवति इति चेत्, अत्र सप्तसूत्राणि सन्ति. उपदेशे जनुनासिक इत् इति एकं सूत्रं, हलन्त्यम् इति अनन्तरं, न विभक्तौ तु स्माः, आदिर् इटुडवः, शः प्रत्ययस्य चुटू लशक्व तद्धिते इति सप्तसूत्राणि सन्ति इत्संज्ञाप्रकरणे. अपि च अन्यत् सूत्रमस्ति तस्य लोपः इति. तस्य लोपः इति सूत्रेण इत्संज्ञकवर्णानां लोपः भवति. तर्हि प्रथमं सोपानम् अस्ति मूलरूपेषु इत्संज्ञकवर्णाः काः इति प्रथमं कार्यमस्ति. तदनन्तरं द्वितीयसोपाने तेषां वर्णानाम् इत्संज्ञकवर्णानां लोपः भवति इति द्वितीयं कार्यम् अस्ति. एतावता कोऽपि प्रश्नः वा भगिनी? प्रकरणम् इत्युक्ते विधि. प्रकरणम् इत्युक्ते एकः प्रकोष्ठः इति चिन्तयतु भगिनि. यत्र समानकार्याणि एकत्र भवन्ति तद् प्रकरणम् इति पश्यति चेत् इत्संज्ञाप्रकरणम् इत्युक्ते तत्र इत्संज्ञकसम्बद्धसूत्राणि एकत्र सन्ति. ऋत्वप्रकरणम् इति चेत् तत्र ऋत्वसम्बद्धसूत्राणि एकत्र सन्ति. णत्वप्रकरणं तत्र णत्वं संस्कृतभाषायां कुत्र कुत्र णत्वं भवति तत्सर्वम् अवगन्तुं शक्नुमः णत्वप्रकरणं पठामः चेत् इति तथा अस्ति सर्वत्र. समानप्रकारककार्याणि एकत्र भवन्ति तद् वयं प्रकरणम् इति वदामः. संज्ञाप्रकरणं सर्वम् एकस्मिन् अध्याये एव मिलित्वा एकत्र एव सन्ति वा? हा, एकस्मिन् अध्याये एव इति नास्ति. अत्र प्रथम अध्याये संज्ञासूत्राणि सन्ति. अत्र इत्संज्ञा इति संज्ञा अस्ति. तस्मिन् विषये यानि सूत्राणि सन्ति तानि सर्वाणि अत्र अस्मिन् अध्याये सन्ति. इदानीम् अष्टम अध्याये पश्यति चेत् अत्र णत्वसम्बद्धसूत्राणि एकत्र सन्ति. अष्टमाध्यायस्य चतुर्थपादे णत्वसम्बद्धसूत्राणि एकत्र सन्ति. अत्र अस्मिन् अध्याये अत्र इत्संज्ञासूत्राणि सन्ति. अनन्तरं द्वितीय अध्याये पश्यति चेत् तत्र समाससम्बद्धसूत्राणि सन्ति. अनन्तरं षष्ठ अध्याये पश्यति चेत् तत्र सन्धिसम्बद्धसूत्राणि सन्ति इति. तर्हि तत्र अस्माकं सौलभ्यं भवति यदि वयम् अष्टाध्यायीक्रमेण पठामः चेत् व्याकरणं सौलभ्यं भवति. किमर्थमिति चेत् एकत्र समानकार्याणि भवन्ति चेत् वयम् एकवारं पठामः, अवगच्छामः कुत्र एतादृशकार्यं कुत्र भवति इति जानीमः चेत् तदनन्तरं यदा हि प्रश्नः अस्ति तर्हि तत्र गन्तुं शक्नुमः. तत्र गत्वा पश्यामः, ओ अत्र णत्वसम्बद्धसूत्राणि सन्ति. इदानीं मम पुरतः णत्वस्य विषये प्रश्नः अस्ति, अतः तत्र गच्छामि, तत्र गत्वा पश्यामि अत्र किमपि सूत्रम् अत्र कार्यं करोति वा, अत्र प्रश्नः कः इति तादृशचिन्तनं कर्तुं शक्नुमः यदि वयं जानीमः अष्टाध्यायां किं किम् अस्ति एकवारम्. अतः एव इदानीम् अत्र किञ्चित् परिचयार्थम् अत्र अहम् अत्र प्रथमाध्याये तृतीयपादे अत्र प्रथमवारं वयं पश्यामः अत्र किम् अस्ति. प्रथमाध्यायस्य तृतीयपादे अस्माकं पुरतः विषयः अस्ति इत्संज्ञा. अतः इत्संज्ञाप्रकरणं कुत्र अस्ति अष्टाध्यायाम् इति चेत् प्रथम अध्याये तृतीयपादे अस्ति. तत्र एव सप्तसूत्राणि सन्ति. एतानि सूत्राणि अवगच्छामः चेत् तत्र सम्पूर्णसंस्कृतभाषायाम् इत्संज्ञाकार्यं वयम् अवगच्छामः. मन्ये हा इत्संज्ञा सर्वेषु धातुषु न भवति अस्ति किल? हा, सर्वत्र भवति न वा इति इदानीम् अद्य पश्यामः कुत्र भवति कुत्र न भवति कस्य वर्णस्य भवति. इदानीम् अत्र केवलम् इदानीं वयं केवलं पठितवन्तः सूत्रं किम् इति पठितवन्तः. तस्य विषये इदानीम् अग्रे पठामः. उपदेशे जननासिक इत् इत्युक्ते किं, तस्य अर्थः कः इति इदानीं पठामः. अस्तु भगिनि, लता अस्मि अत्र. मम सन्देहः, पच् इति धातोः लौकिकरूपः वयं जानीमः, अतः मूलरूपं डुपचष् इति द्रष्टुं पच् इति रूपं विद्यते इति गेस् कर्तुं शक्नुमः. नो चेत् धातोः अर्थं या धातोः रूपम् अपि वयं न जानीमः चेत् कष्टं भवति किल मूलरूपं दृष्ट्वा? अतः एव अस्माकं पुरतः धातुपाठः इति पुस्तकम् पुष्पद्वयः पाठः अस्ति खलु, पाणिनीयधातुपाठः इति पुस्तकम्, अन्यत् पुस्तकं तत् पुस्तकं पश्यति चेत् तत्र यः कोऽपि धातुः भवतु तस्य मूलरूपं किम्, अपि च तस्य अर्थः कः, तस्य लट्लकारस्य रूपं किं, सर्वं जानीमः धातुपाठं पश्यामः चेत्. हा अस्तु भगिनि, अद्य अहं नगरात् बहिः अस्मि, पुस्तकं नास्ति मम समीपे, करपत्रम् इव अस्ति. अस्तु अस्तु, चिन्ता नास्ति अत्र. धन्यवादः. येषां पार्श्वे पुस्तकं नास्ति ते केवलं शृणोतु, अग्रे गत्वा पुस्तकं दृष्ट्वा अवगच्छतु. अस्तु, धन्यवादः. अस्तु, हा अस्तु. तर्हि इदानीम् अत्र करपत्रात् पठामः. एतावता कोऽपि प्रश्नः अस्ति वा? इत्संज्ञाप्रकरणम् इति अत्र पुस्तके दृष्टवन्तः सूत्राणि. इदानीं सूत्रस्य अर्थः कः इति अवगच्छामः. अस्तु, इतः पूर्वम् अत्र माहेश्वरसूत्रस्य विषये वयं पठितवन्तः. माहेश्वरसूत्राणि इति पठितवन्तः. तत्र चतुर्दशसूत्राणि सन्ति इति जानीमः. तर्हि तत्र प्रथमं सूत्रं किं माहेश्वरसूत्रेषु? ऐ उन् बहु सम्यक्. तर्हि तत्र ऐ उन् इत्यस्य तत्र तस्मिन् सूत्रे इत्संज्ञा अस्ति वा? कस्य इत्संज्ञा? णकारस्य इत्संज्ञा अस्ति. सम्यक्. तर्हि ऐ उन् इत्यस्मिन् नकारस्य इत्संज्ञा, तथैव प्रत्येकस्मिन् सूत्रे अन्तिमवर्णस्य इत्संज्ञा अस्ति माहेश्वरसूत्रेषु. तर्हि तत्रापि इत्संज्ञा अस्ति. तर्हि पश्यति चेत् प्रत्येकस्मिन् सूत्रे अन्तिमवर्णः अस्ति हल् वर्णः. तर्हि वयं ज्ञातुं शक्नुमः अन्ते यः हल् वर्णः अस्ति तस्य इत्संज्ञा सर्वत्र भवति इति जानीमः. कथं भवति इति इदानीं पश्यामः. अस्तु अस्तु. तर्हि अत्र विनय् महोदय अस्ति वा? विनय् महोदय अस्तु. विनय् महोदय अस्तु. रविकला भगिनी पठितुमिच्छति वा? स्टार् सिक्स् नोदयतु. अस्तु, शैलजा भगिनी पठतु. इत्संज्ञाप्रकरणम्. अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञास्यते. व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते, धातुः, प्रत्ययः, आदेशः, आगमः, तदा तस्य मूलरूपस्य नाम उपदेशः. उपदेशावस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः, ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति. यथा गम् धातुः लटि गच्छति. उपदेशे अस्य धातोः नाम गम् लृ इति वर्णः लोके न तिष्ठति. प्रक्रियायां तस्य लोपः भवति. ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः, अपि च तेषां विशिष्टा संज्ञा भवति इत्संज्ञा. तर्हि इमे वर्णाः स्वयम् इत्संज्ञकाः इत्युच्यन्ते. तावत् वदतु, किम् अवगतवती? व्याकरणे पाणिनि पुस्तके मूलरूपं धातु अस्ति उपदेशे धातुः इति. केचन वर्णाः इत्संज्ञा भूत्वा लौकिके न भवति. मूलरूपम् इत्संज्ञा प्राप्नोत् पूर्वं यत् सन्ति ते अनुबन्धः. इत्संज्ञा प्राप्त्वा ते गच्छन्ति केचन वर्णाः, ते अनुबन्धः इति. प्राप्त्वा इति भवति वा? कोऽपि प्राप्य बहु सम्यक् समीचीनम्. अत्र पुनः अत्र वसन्ति भगिनी पुनः सारांशरूपेण वदतु अत्र किमस्ति. भगिनी सम्यक्तया प्रतिपादितवती, भवती पुनः वदतु एकवारम्. पाणिनिः उपदेशे मूलरूप धातूनां मूलरूपम् अस्ति. Hmm. अवगतवती वा भगिनि? अवगतवती, बट् नाट् एबल् टु टेल् इन् संस्कृतम्. अस्तु अस्तु, चिन्ता नास्ति, चिन्ता नास्ति. अत्र विजयलक्ष्मी भगिनी वदतु. नमस्ते भगिनि. नमस्कारः. व्याकरणे यत्किमपि वैयाकरणः प्रथमम् उक्तवन्तः तस्य नाम भवति उपदेशः. उपदेशः धातुः, प्रत्ययः, आदेशः, आगमः इत्यादीनां विषये भवति. उपदेश अवस्थायां यानि मूलरूपाणि सन्ति तेषु लौकिक रूपेषु न तिष्ठन्ति. तत्र अनेके वर्णाः ये अटाच्ड् भवन्ति तेषाम् अन्य कार्याणि भवन्ति, परन्तु लौकिकरूपे तेषां लोपः भवति. ये वर्णाः लौकिकरूपे न तिष्ठन्ति तेषां नाम भवति अनुबन्धः इति. इत् संज्ञा इति पदस्य अर्थः भवति ये वर्णाः उपदेशे तिष्ठन्ति ते लौकिकरूपे तेषां लोपः भवति. ये ये वर्णाः लोपत्वं प्राप्यन्ते तेषां नाम भवति इत् संज्ञा इति. सम्यक्. तर्हि अत्र अत्र किम् अवगच्छामः इति चेत् अत्र सर्वत्र वयं पश्यामः धातुः भवतु, धातुः इति जानीमः एव, यथा अत्र पच् इति धातुः अथवा गम् इति धातुः, काद् इति धातुः, धातुः जानीमः. तर्हि धातुः भवतु, प्रत्ययः, प्रत्ययः इत्युक्ते तत्र अष्टाध्याय्यां बहवः प्रत्ययाः सन्ति. अत्र उदाहरणार्थं तप्रत्ययः, तव तु प्रत्ययः, अत्र वयं तु शप् इति प्रत्ययः इति प्रत्ययं दृष्टवन्तः, अपि च श्यन् इति प्रत्ययः, अत्र धातुगणाः इत्यस्मिन् विषये प्रत्ययाः सन्ति, अपि च तत्र अनन्तरं त्वाप्रत्ययः, लेप् प्रत्ययः इति प्रत्ययाः सन्ति, सन् प्रत्ययः इति प्रत्ययाः सन्ति, अनन्तरम् आदेशः इति, आदेशः इति अपि ज्ञातवन्तः खलु. यत्र यस्य कस्यचित् वर्णस्य स्थाने अन्यवर्णः आगत्य उपविशति चेत् तस्य नाम अस्ति आदेशः इति. आदेशः भवतु व्याकरणे, अथवा आगमः भवतु. आगमः इति वयं दृष्टवन्तः यथा अत्र पट् इति धातोः लङ्लकारस्य रूपम् अस्ति अपठत् इति. अपठत् तत्र आदौ यः अकारः अस्ति सः अकारः आगमः इति वदामः. तर्हि तत्र तत् सूत्रमपि वयं दृष्टवन्तः, तत्र लुङ् लङ् रिङ् ष्वडुदात्तः इति सूत्रमासीत्. तत्र अट् इति आगमः इति आसीत्, अट् इति आगमः, मूले अट् इति अस्ति, परन्तु तत्र यत्र रूपम् अस्ति लौकिकरूपम् अपठत् तत्र केवलम् अकारः एव अस्ति, तत्र टकारः नास्ति, टकारस्य इत्संज्ञा जाता. तर्हि तथा पश्यामः, तत् धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि भवतु व्याकरणे, तेषां सर्वेषां मूलरूपम् अस्ति, मूलरूपस्य नाम अस्ति उपदेशः इति. उपदेश अवस्थायाम् इत्युक्ते औपदेशिकः इति वदामः, औपदेशिकः धातुः इति वदामः, इत्युक्ते मूलधातुः इत्येव अर्थः अस्ति. मूलधातौ केचन वर्णाः सन्ति, ते वर्णाः लौकिकरूपेषु न तिष्ठन्ति. यथा अत्र धातुः गम् इति धातुः लौकिकधातुः अस्ति, तस्य रूपमस्ति गच्छति इति रूपमस्ति, अथवा पच् इति धातुः टुपचश् इति अस्ति, तस्य लौकिकरूपम् अस्ति पच्. तर्हि मूले डुपचष् इति अस्ति, लौकिकरूपे पच् इति अस्ति, तर्हि तत्र मूले केचन वर्णाः सन्ति. मूले इत्युक्ते अत्र औपदेशिकधातुः इति वदामः, उपदेश अवस्थायां. तर्हि तत्र तयोः भेदः कः इति चेत्, तत्र लौकिकरूपेषु केचन वर्णाः न तिष्ठन्ति, ते वर्णाः एव इत्संज्ञकवर्णाः, तेषां नाम अस्ति अनुबन्धः इति नामकरणमस्ति. अपि च अनुबन्धः इत्यपि इत्संज्ञा इत्यस्य एव नामकरणमस्ति, अनुबन्धः इति वदामः. तर्हि इदानीम् अत्र इत्संज्ञा, इत्संज्ञा का इति अग्रे पश्यामः. अस्तु, भगिनि एवं वक्तुं शक्नुमः वा औपदेशः औपदेशः मैनस् अनुबन्धः इक्वल् टु लौकिकधातुः? सत्यं सत्यम्। औपदेशिक उपदेश अवस्थायां धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, यत्किमपि भवतु, तस्य केचन वर्णाः, तेषां केचन वर्णाः, इत्संज्ञकवर्णाः, तेषां लोपानन्तरं यत् रूपं वयं प्राप्नुमः तदेव लौकिकरूपम्। अस्तु, समीचीनं भगिनि, यथा भवती उक्तवती तथैव। अस्तु, अग्रे अत्र गीता भगिनी पठति वा? वदामि भगिनि, पठामि भगिनि। हा, एकक्षणं भगिनि, तस्मात् पूर्वम् अत्र अन्ये के सन्ति विलम्बेन, केचन जनाः सन्ति, नाम उचितं? नमस्कारः भगिनि, राधिका अस्मि। नमस्ते भगिनि। लता विलम्बेन आगतं। हा हा, भवत्याः नाम अस्ति, अनन्तरं? क्षम्यतां भगिनि, रमा अस्ति। हा रमा भगिनि, भवत्याः नाम अस्ति। हा, अनन्तरं? पाण्डे महोदय, नमस्कारः। हा, स्वागतं महोदय, नमस्कारः। अनन्तरं सन्दीप् महोदय, नमस्कारः। सन्दीपः अत्र। हा, नमस्ते महोदय, अन्य कोऽपि अस्ति वा? अस्तु अस्तु, तर्हि गीता भगिनी पठतु। पठामि। यथा गम् धातुः लटी गच्छति, उपदेशे अस्य धातोः नाम तदभवत् गम् रु, तदभवत् अग्रे अभवत्। ओके, इत्संज्ञायाः प्रयोजनं किम् इति चेत् यस्य वर्णस्य इत्संज्ञा तस्य लोपो भवति, केषां केषां वर्णानाम् इत्संज्ञा भवति इति जायते ज्ञायते ज्ञायते ज्ञायते इत्संज्ञा नियामकसूत्रैः, तत्र विधायकसूत्रैः खलु, विधायकसूत्रैः तत्र सप्तसूत्राणि सन्ति, मिलित्वा तेषां नाम इत्संज्ञाप्रकरणं। पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी इदं प्रकरणम् अष्टाध्यायम्। एभिः च सप्तभिः सूत्रैः सर्वम् इत्संज्ञानियामककार्यं सिद्ध्यति। प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम्। किम् अवगच्छति? प्रत्येकं वाक्यं स्वीकृत्य वदतु। हा, इत्संज्ञायाः प्रयोजनं किम् इति अत्र वद अवगच्छामः। यस्य उदाहरणं अवगतवती वा भगिनि? अवगतं, वदामि भगिनि। यस्य वर्णस्य इत्संज्ञा तस्य लोपः भवति, केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते, इत्संज्ञा ये सूत्राणि सन्ति, ये विधिसूत्राणि सन्ति, सूत्रैः अवगतं भवति, कस्य इत्संज्ञा भवति इति. सप्तसूत्राणि सन्ति अष्टाध्यायाम्. अष्टाध्याये इदं प्रकरणम् अष्टाध्यायाम् अस्ति. एभि सप्तभिः सूत्रैः सर्वम् संज्ञाविधायक कार्यं सिद्ध्यति. प्रथम अध्याये तृतीयपादस्य पादे ये सूत्राणि सन्ति. समीचीनं भगिनि, सम्यक्. भवती उक्तवती अत्र विधायकसूत्राणि इति, अत्र इत्संज्ञासूत्राणि विधायकसूत्राणि इति, विधिसूत्राणि इति उक्तवती, विधिसूत्राणि. अत्र महादेवन् महोदय वदतु, अत्र विधिसूत्राणि सम्यक् अस्ति वा? इत्संज्ञासूत्राणि विधिसूत्राणि वा? इत्संज्ञासूत्राणि विधिसंज्ञा एव. विधिसंज्ञा अर्थात् आर्डर् कमाण्ड् अस्ति अस्ति किल? सम्यक्. अत्र शैलजा भगिनी वदतु, संज्ञासूत्राणि इत्युक्ते किं? भवती उक्तवती किञ्चित् कालमेव पूर्वमेव, भवती उक्तवती संज्ञा इति सूत्रम् इति नामकरणं करोति, विधि इत्युक्ते किमपि अन्य कार्यं करोति, अतः संज्ञाप्रकरणम् इति टैटिल् अस्ति, अतः अहम् ऊहां करोमि एवं ये सूत्राणि अत्र सन्ति ते संज्ञासूत्राणि एव. सत्यं सत्यं, बहु सम्यक्. तर्हि अत्र भगिनी अत्र एकं वाक्यम् अस्ति, पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी, इदं प्रकरणम् अष्टाध्याय्याम् इत्युक्ते कोऽपि अन्यस्य ग्रन्थस्य भिन्नप्रकरणं सन्ति वा? न न, पाणिनिः केवलम् अष्टाध्यायी इति ग्रन्थमेव रचितवान् इति नास्ति खलु? आम् आम्. हा, अन्ये ग्रन्थाः अपि सन्ति, यथा पाणिनीयशिक्षा इति ग्रन्थमस्ति, अपि च लिङ्गानुशासनम् इति अपि एकं पुस्तकम् अस्ति. तर्हि तत्र अन्यानि पुस्तकानि अपि सन्ति पाणिनेः. पुस्तकानि मध्ये किमपि नूतनप्रकरणं सन्ति वा ये अष्टाध्याये नास्ति? न, अत्र पाणिनेः प्रमुखग्रन्थः अस्ति अष्टाध्यायी, इदं प्रकरणम् इत्संज्ञाप्रकरणम् अष्टाध्याय्याम् अस्ति इति अत्र अस्ति, तावदेव. परन्तु इम्प्लिकेशन् अस्ति वा नूतनप्रकरणं भिन्नपुस्तकेषु सन्ति इति? न, भिन्नपुस्तकेषु प्रकरणं सन्ति इति तत्र किमपि उल्लेखः नास्ति. अत्र केवलम् अष्टाध्यायी इत्यस्य एव उल्लेखः अस्ति. अष्टाध्यायी इति ग्रन्थे इत्संज्ञाप्रकरणम् इति प्रकरणम् अस्ति, तावदेव अस्ति. हा अस्तु, अत्र सर्वे पश्यन्तु, इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति. सप्तसूत्राणि अपि संज्ञासूत्राणि. संज्ञासूत्राणि इत्युक्ते तेन नामकरणं क्रियते, इत्युक्ते कस्य वर्णस्य इत्संज्ञा भवति, कस्य वर्णस्य इति संज्ञा भवति इति नामकरणं, तावदेव अस्ति. अत्र किमपि कार्यं नास्ति, किमपि विधिकार्यं नास्ति. विधायक अस्ति पदमस्ति किल? हा, संज्ञाविधायकम् अस्ति, संज्ञा विधीयते. विधायकम् अस्ति इति कृत्वा विधिसूत्रम् इति अर्थः नास्ति खलु? यत्र संज्ञा विधीयते, यत्र संज्ञा क्रियते तत् संज्ञाविधायकसूत्रम्. प्रश्नं पृच्छामि वा? हा, पृच्छतु भगिनि. अहम् एतत् अवगच्छामि, सप्तसूत्राणि संज्ञासूत्राणि भवन्ति, तदनन्तरं कस्य लोपः इति सूत्रमस्ति वा? तत् सूत्रं विधिसूत्रम् अस्ति वा? सम्यक् सम्यक्, तदेव. तत् सस्य लोपः इति सूत्रं तु विधिसूत्रम् अस्ति. किमर्थम् इति चेत् वदतु, किमर्थं? कमाण्ड् विधि, लोपः भवति. सत्यं सत्यं सत्यं, बहु सम्यक् सम्यक्, बहु सम्यक्. तर्हि सप्तसूत्राणि एव संज्ञासूत्राणि, तदनन्तरं तस्य लोपः इति सूत्रं संज्ञासूत्रं नास्ति. इदानीं संज्ञा अभवत्, इदानीं यस्य इत्संज्ञा अस्ति तस्य लोपः भवति इति तत् सूत्रं, तत्तेन किमपि कार्यं भवति, तस्य लोपः इति सूत्रेण कार्यं भवति, अतः विधिसूत्रमस्ति तत्। परन्तु तत् सूत्रं प्रकरणे नास्ति किल, इत्संज्ञा प्रकरणे नास्ति, इत्संज्ञा प्रकरणे नास्ति, तस्य अनन्तरम् अस्ति, इत्संज्ञा प्रकरणे नास्ति, सत्यम्, इत्संज्ञा प्रकरणे तु सप्तसूत्राणि एव। अस्तु, महोदय सम्यक्तया न श्रूयते महोदय, कोऽपि सः उक्तवान् विधीयते अर्थात् वर्तते वा इति। ओ विधायक इत्संज्ञा विधायकसूत्रम् इत्युक्ते वर्तते इति नास्ति, विधायकम् इत्युक्ते तत्र तेन सूत्रेण इत्संज्ञा क्रियते इति अर्थः, तेन सूत्रेण इत्संज्ञा क्रियते। वयं वक्तुं शक्नुमः वा किं सप्त सप्त सूत्रैः वयं इत्संज्ञा वर्णकः कः इति निश्चितं कर्तुं शक्नुमः, परन्तु तस्य विधिः का, तस्य विधिः तस्य लोपः इति सूत्रेण लोपत्वं भवति इति अवगच्छामः वा? सत्यं, तदेव, तथा एव, यथा अत्र रमा भगिनी उक्तवती, अत्र सप्तसूत्राणि सन्ति, तेषु सूत्रेषु केवलं नामकरणमेव भवति, अत्र अस्तु अकारस्य इत्संज्ञा भवतु इति तावदेव सूत्रं वदति, अथवा हल् वर्णस्य इत्संज्ञा भवतु इति वदति सूत्रं, तदनन्तरं तस्य का गतिः इति चेत् तत्र तस्य किमपि भवति वा इति चेत् तस्य लोपः इति सूत्रेण तस्य लोपः भवति, तर्हि लोपकार्यमेव अत्र विधिसूत्रं, तर्हि तस्य लोपः इति विधिसूत्रम् अस्ति। अस्तु, धन्यवादः। अस्तु, तर्हि अग्रे अत्र सूर्यकुमारी भगिनी पठति वा अग्रे? हा भगिनि, अनुनासिकाः स्वराः, अनुनासिकाः स्वराः उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूल आदेशु मूलादेशेषु मूलागमेषु च केचन स्वराः अनुनासिकाः, अनुनासिकः स्वरः नाम यस्मिन् अचि चिह्नं इति अनुनासिकचिह्नम् अस्ति। सामान्यतया धातुकोशेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते, किमर्थम् इति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्, अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम्, अतः स्वरविषये अस्माकं क्लेशः, स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि, किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वरणां प्रयोगे भवति, यथा उपदेशजनुनासिक इत् इति प्रत्ययम् इत्संज्ञा विधायकं सूत्रं प्रथमम् इत्संज्ञा इति प्रथमम् इत्संज्ञा विधायकं सूत्रम् उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत्संज्ञा भवति अनेन सूत्रेण। वदतु क्रमेण किम् अस्ति इति वदतु। उपदेशे नाम मूलधातुः मूलप्रत्यय मूलादेशः मूलागमः च केचन स्वराः अनुनासिकाः, उपदेशे अर्धः मूल स्वर्णाः अस्ति सन्ति तस्याम् अनुनासिकस्वराः सन्ति अनुनासिकस्वराः नाम अचिचिह्नम् अस्ति अनुनासिकचिह्नम् अनुनासिकचिह्नं पूर्वकाले सर्वैः पूर्णस्वराः ज्ञानं सन्ति अधुना तत् स्वरस्य ज्ञानं नास्ति चेत् सूत्रेषु सूत्रेषु अनुनासिकस्वराणां प्रयोगः भवति हा अस्तु भगिनी धन्यवादः अग्रे अत्र रामनाथन् महोदय वदतु अग्रे किमस्ति किञ्चित् मन्दं मन्दं श्रूयते महोदय वदतु पुनः भगिनि तत् चिह्नस्य नाम चन्द्रबिन्दु किल चन्द्रबिन्दु एव हा हिन्दीभाषायां इदानीमपि अस्ति किल तथा इति चिन्तयामि भगिनि हा हिन्दीभाषायाम् इदानीमपि अस्ति अस्तु रामनाथन् महोदय अस्तु सन्दीप् महोदय वदतु कुत्रात् महोदय रामनाथन् महोदय भवतः ध्वनिः न श्रूयते सम्यक्तया न श्रूयते अत्र सन्दीप् महोदय अत्र अस्मिन् परिच्छेदे एव पुनः आरम्भतः वदतु एकवारम् आरम्भतः उपदेशे नाम पाणिनेः मूलधातु अथवा प्रत्यय आदेश आगमेषु स्वरा केचन स्वराः अनुनासिकाः सन्ति परन्तु आधुनिककाले अनुनासिकस्य स्वरविज्ञानं स्वरविज्ञानं नास्ति आधुनिककाले अतः ये अनुनासिकाः स्वराः धातुपाठेषु अथवा सूत्रपाठेषु अधुना नास्ति अतः पाठे अनुनासिकचिह्नानि न दत्तानि सूत्रपाठे परन्तु अनुनासिकस्वराणां प्रयोगः भवति अत्र उपदेशे चनुनासिक इति सूत्रमस्ति इत्संज्ञाविधायक प्रथमं सूत्रम् अस्ति यः अच् अनुनासिकः अस्ति तत् इत्संज्ञा भवति पाठे तु चन्द्रबिन्दु चिह्नं नास्ति अतः न कथं ज्ञायते इति प्रश्नः सत्यं सत्यं बहु सम्यक् भगिनि अच्छेव इत्संज्ञा अनुनासिक अच्छेव इत्संज्ञा प्राप्यते डुक् ऋङ् इति न तत्र लृङ् इति इत्संज्ञा प्राप्यते परन्तु किमपि अहं न जानामि कस्य सूत्रस्य अनुनासिकः अस्ति इति अहं उदाहरणार्थम् एवं वदामि खम् इति अनुनासिक खकारः अस्ति चेत् पूर्वं खकारः न इत्संज्ञा प्राप्यते वा केवलं इदानीं पश्यामः भगिनि, तत्सर्वम् इदानीमेव पश्यामः, कस्य इत्संज्ञा भवति, किमर्थं भवति, कथं भवति, सर्वम् अग्रे अग्रे सूत्रं दृष्ट्वा अवगच्छामः, तदनन्तरं पृच्छतु प्रश्नः अस्ति चेत्। तर्हि अत्र अस्मिन् परिच्छेदे किम् अस्ति चेत् स्वराः अनुनासिकाः अपि भवन्ति इति जानीमः, स्वराः अनुनासिकाः भवन्ति अथवा अनुनासिकाः भवन्ति। तर्हि अनुनासिकः इत्युक्ते कः इति चेत्, अनुनासिकस्वरः इति चेत् सामान्यतया यस्य उपरि चन्द्रबिन्दुः अस्ति सः स्वरः अनुनासिकः इति अवगच्छामः। परन्तु धातुपाठे पश्यामः चेत् कुत्रापि अनुनासिकचन्द्रबिन्दुं न पश्यामः। तर्हि कथं जानीमः स्वरः अनुनासिकः अस्ति वा न वा? पूर्वं तु पूर्वकाले तु एतादृशज्ञानम् आसीत्, कस्यचित् स्वरस्य अनुनासिकचिह्नम् अस्ति न वा इति कथं ज्ञायते इति चेत् तस्य उच्चारणे भेदः अस्ति, अनुनासिकस्वरस्य उच्चारणे भेदः अस्ति। अत्र अनुनासिकस्वरस्य उच्चारणार्थं मुखेन सह नासिकायाः अपि प्रयोगः भवति। तर्हि अत्र सूत्रमपि अस्ति तदर्थं, पाणिनीयसूत्रमपि अस्ति। सूत्रं वदति यस्य उच्चारणार्थं, यस्य वर्णस्य उच्चारणार्थं मुखेन सह नासिकायाः अपि प्रयोगः भवति, सः वर्णः अनुनासिकवर्णः इति। तदर्थमेव स्वरस्य उपरि तत्र चन्द्रबिन्दुं स्थापयामः। तर्हि सर्वेषां स्वराणाम् अनुनासिकचिह्नं भवति, अपि च अत्र हल् वर्णेषु यकारः, बकारः, लकारः त्रयाणां वर्णानाम् अपि अनुनासिकचिह्नं भवति। परन्तु इदानीन्तनकाले कुत्रापि वयम् अनुनासिकचिह्नमेव न पश्यामः। तर्हि कथं जानीमः अयं स्वरः अनुनासिकः अस्ति वा इति कथं जानीमः इति चेत्, अत्र तु यतोहि किमर्थं तादृशज्ञानस्य आवश्यकता किमर्थम् इति चेत्, तदर्थं सूत्राणि सन्ति। यथा अत्र उपदेशे जनुनासिक इत् इति सूत्रमस्ति, तत्सूत्रं वदति यत्र स्वरस्य अनुनासिकचिह्नम् अस्ति तर्हि तस्य इत्संज्ञा भवति इति वदति। तर्हि सर्वेषां स्वराणां यदि कुत्रचित् धातौ अथवा प्रत्यये अथवा आदेशे अथवा आगमे स्वरस्य उपरि चन्द्रबिन्दुः अस्ति इत्युक्ते तस्य उच्चारणार्थं मुखेन सह नासिकायाः अपि प्रयोगः भवति चेत् तादृशस्वरस्य इत्संज्ञा भवति इति तत् सूत्रं वदति। तर्हि सूत्रस्य अवगमनार्थं, सूत्रस्य प्रयोजनार्थं तत्र कस्य स्वरस्य अनुनासिकत्वम् अस्ति इति तादृशज्ञानम् आवश्यकमस्ति। परन्तु तादृशज्ञानम् इदानीन्तनकाले नास्ति। तर्हि सूत्रस्य कार्यं कथं कर्तुं शक्नुमः इति अग्रे पश्यामः। तर्हि इदानीम् अनुनासिकवर्णः इति चेत् यथा अत्र अकारः अस्ति, अकारस्य उपरि चन्द्रबिन्दुः अस्ति, तर्हि आ इति वदामः इत्युक्ते तत्र मुखेन सह नासिकायाः अपि प्रयोगः, आ अथवा ई अथवा ओ इति तादृश उच्चारणं भवति। तर्हि पूर्वतनकाले तत्र पूर्वतनकाले तु पुस्तकानि न आसन्, तर्हि तत्र तु कथं तेषां ज्ञानम् इति चेत् उच्चारणं श्रुत्वा एव ते अवगन्तुं शक्नुवन्ति, स्वरः अनुनासिकः अस्ति वा अननुनासिकः अस्ति वा तत्सर्वम् अवगन्तुं शक्नुवन्ति। परन्तु इदानीन्तनकाले तादृशज्ञानमेव नास्ति, वयं शृण्मः चेदपि अवगन्तुं न शक्नुमः। अतः इदानीं कथम् एतस्य सूत्रस्य कार्यं कथं भवति इति अग्रे पश्यामः। अपि च अत्र हल्वर्णेषु यकारः, वकारः, लकारः त्रयाणां वर्णानामपि अनुनासिकभेदः अस्ति। एतत्र वर्गीयव्यञ्जनेषु वयं पश्यामः कवर्गः अस्ति, कवर्गस्य पञ्चमवर्णः अनुनासिकवर्णः अस्ति, परन्तु अनुनासिकवर्णः अस्ति परन्तु तत्र भेदः कः इति चेत् अत्र कवर्गस्य पञ्चमवर्णः मकारः अथवा चवर्गस्य पञ्चमवर्णः ञकारः, पवर्गस्य पञ्चमवर्णः मकारः, टवर्गस्य पञ्चमवर्णः णकारः, ते अपि अनुनासिकवर्णाः एव। परन्तु तत्र भेदः कः इति चेत् तत्र चन्द्रबिन्दुः नास्ति, यद्यपि अनुनासिकवर्णः इति वदामः परन्तु तत्र चन्द्रबिन्दुः नास्ति। तेषां उच्चारणार्थं तत्र मुखस्य प्रयोगः भवति, न तु नासिकायाः। अस्तु, तर्हि इदानीम् अत्र अग्रे पश्यामः कथम् एतत् सर्वं भवति इति। अत्र रमा शिवरामन् भगिनी पठति वा? आ, के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्। यत्र मूलधातो कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्, अतः उपदेशे अनुनासिक इति सूत्रेण तस्य लोपः जातः। अत्र वयम् अनुनासिकस्वरस्य विषये न जानीमः, अतः सूत्रस्य प्रयोगं वयं कर्तुं न शक्नुमः। अतः रिवर्स् फलं दृष्ट्वा वयम् अवगच्छामः यत्र अनुनासिकचिह्नं अस्ति नास्ति, अस्ति वा नास्ति वा। यत्र मूलधातो कश्चन स्वरः आसीत् असि एक्साम्पल् लौकिकधातो नास्ति तत्र अवगम्यते चन्द्रबिन्दु अस्ति इति। उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः जातः इति वयम् अवगन्तुं शक्नुमः। सत्यम्, अत्र वयम् अनुमानं कुर्मः यतोहि अत्र अत्र लौकिकधातुं दृष्ट्वा वयम् अनुमानं कुर्मः। इदानीम् अत्र एकस्मिन् स्थले अत्र औपदेशिकधातुं स्थापयामः, एकस्मिन् हस्ते औपदेशिकधातुं स्थापयतु, अपरस्मिन् हस्ते अत्र लौकिकधातुं स्थापयतु, तर्हि अत्र औपदेशिकधातौ कोऽपि स्वरः अस्ति तादृशस्वरः लौकिकधातौ नास्ति चेत् वयम् अवगच्छामः यत् अस्तु तादृशस्वरस्य लोपः जातः, अतः सः स्वरः प्रायः अनुनासिकः स्यात् इति कृत्वा एव तस्य लोपः जातः, अतः अस्तु इदानीं सः स्वरः अनुनासिकः अस्ति इति तादृश ऊहां कर्तुं शक्नुमः। नो चेत् न जानीमः, लौकिकरूपं दृष्ट्वा ऊहां कर्तुं शक्नुमः। अस्तु भगिनि, स्वरस्य लोपकारणम् एकं सूत्रमेव अस्ति वा? उपदेशे जनुनासिक इति एकं सूत्रमेव लोपः कर्तुं शक्नुमः? सत्यं सत्यं सत्यं सत्यं, समीचीनम्। एकमेव सूत्रमस्ति स्वरस्य विषये, अत्र इत्संज्ञाप्रकरणे एकमेव सूत्रमस्ति तेन स्वरस्य लोपः भवति। कीदृशस्वरस्य लोपः भवति इति चेत् अनुनासिकस्वरस्य एव लोपः भवति। तदा एव अनुमानं सत्यं भवति, नो चेत् कस्य सूत्रात् एषः लोपः इति। सत्यं सत्यम्, एकमेव सूत्रं सत्यम्, एकमेव सूत्रमस्ति अतः वयम् अवगन्तुं शक्नुमः। ओ अस्तु, एकमेव सूत्रमस्ति तर्हि अत्र लौकिकरूपेषु तादृशस्वरः नास्ति, अतः ओ अस्तु एतद् एषः स्वरः अनुनासिकः आसीत् इति तादृश ऊहां कृत्वा अवगन्तुं शक्नुमः। अस्तु तर्हि अग्रे अत्र सुमन् भगिनी पठति वा? आम् आम् भगिनि, के स्वराः अभवत् किम् इदानीम् अत्र यथा गम्लृ धातुः? यथा गम्लृ धातुः अत्र ऋकारः इति अच् वर्णः, औपदेशिक धातौ क्षम्यताम् औपदेशिक धातौ अस्ति लौकिकधातौ च नास्ति अतः तस्य लोपः जातः स्यात्। अनेन बुध्यते यत् ऋकारः इति अच्वर्णः अनुनासिकः अपि च उपदेशे उपदेशे क्षम्यता उपदेशे जनुनासिका इति सूत्रेण तस्य इत्संज्ञा भवति तदा अन्यत् सूत्रम् अस्ति तस्य लोपः येन इत् संज्ञकवर्णानां लोपः भवति तर्हि तस्य लोपः इत्यनेन ऋकारः लोपः गम् इति अवशिष्यते अग्रे पठामि वा तावत् वदतु भगिनि अस्तु औपदेशिक धातु अस्ति गम् तत्र स्वरः ऋकारः अस्ति किन्तु वयं लौकिकधातु इत्युक्ते गम् पश्यामः चेत् तत्र ऋकारः नास्ति इत्युक्ते लकारस्य लोप अभवत् किमर्थं तत् प्रायः अनुनासिकः स्वरः अस्ति अतः उपदेशे जनुनासिक इत् सूत्रेण तस्य इत्संज्ञा अभवत् इत्संज्ञा भवति चेत् नूतनसूत्रम् अस्ति तस्य लोपः इत्युक्ते इत्संज्ञा ये वर्णाः इत्संज्ञा अस्ति तेषां लोपः भवति इति कार्यं करोति इत्संज्ञा भवति चेत् तस्य लोप भवति अतः इदानीं प्रायः ऋकारः इत् संज्ञा अस्ति अनन्तरं तस्य लोपः भवति अतः एव सः वर्णः उपदेशे अस्ति किन्तु लौकिक धातौ नास्ति इति वयं चिन्ता कुर्मः अत्र गम्लृ इति धातौ तत्र गकार उत्तरवर्ति अकारः अस्ति तस्य संज्ञा नास्ति वा क्षम्यतां न कथं जानीमः तस्य संज्ञा नास्ति इति तत्तु लौकिक धातौ अस्ति खलु गम् अस्ति सत्यं सत्यं सत्यम् अस्तु तर्हि अत्र अत्र पाण्डे महोदय वक्तुमिच्छति वा पुनः एकवारं वदतु किम् अवगतम् प्रथमम् अहं वदामि मम संस्कृतभाषा सम्यक् न भविष्यति क्षम्यतां न चिन्ता नास्ति प्रयत्नं करोतु प्रयत्नं करोमि अद्य अस्माकं वार्ता इति संज्ञाविषये अस्ति प्रथमम् इति संज्ञाविषये प्रथमं मूलधातु अर्थात् उपदेशविषये वयं वार्ता कृतवन्तः तद्विषये अत्र उदाहरणरूपेण के स्वरा अनुनासिका भवति प्रथमं यदि तत्र अनुनासिक चन्द्रबिन्दु अस्ति तो सूत्रा उपदेशे जनुनासिक सूत्राणां विषये यदि वयं जानीमः तत् इति संज्ञा यदि अनुनासिक स्वरा वर्णानाम् अस्ति तत् तस्य लोपः भविष्यति इदं सूत्रम् अस्ति अग्रे के स्वरा अनुनासिकाः भवति अस्य विज्ञानम् अग्रे अहं वदामि किम् इति न अस्मिन् परिच्छेदे किम् अस्ति इति एकवारं वदतु गम्लृ इति धातु अन्तिमवर्णः लृ अस्ति तो वयं पूर्वे अवगतम् अच् इदम् अच् वर्णम् अस्ति अच् अर्थात् तत् अनुनासिक वर्णम् अस्ति किन्तु इदम् औपदेशिक मूलधातुविषये इदम् मूलधातुः अस्ति किन्तु लौकिकधातु मध्ये इदम् अनुनासिक बिन्दुः चन्द्रबिन्दुः प्रयोगं न दृश्यते तस्य लोपं तस्य लोपः तस्य जातः तो सूत्राणां विषये वयं जानीमः यदि तत्र चन्द्रबिन्दुः अस्ति या अनुनासिकवर्णः अस्ति तस्य लोपम् एतत् सूत्रानुसारेण भविष्यति तस्य इति संज्ञा अस्ति सर्वत्र यदि कुत्रोपि यदि अनुनासिकस्वरः अस्ति अनुनासिकस्वरः सन्ति तस्य लोपः भविष्यति तस्य संज्ञा इति संज्ञा भविष्यति सत्यं सत्यं तर्हि गम्र इति धातौ पश्यामः चेत् गम्र इति धातुः औपदेशिक धातुः अस्ति वर्णस्य लोपः भविष्यति कृपया म्यूट् करोतु एकक्षणं उच्चारणं कर्तुं समये मुख्येन च नासिकायाः प्रयोगमपि अस्ति वा अत्र अनुनासिक सर्वत्र नास्ति महोदय अत्र लृ इति वर्णः अनुनासिकः अपि भवितुम् अर्हति अन् अनुनासिकः अपि भवितुम् अर्हति न न अत्र पश्यतु अत्र अस्मिन् अस्यां स्थितौ गम् लृ इति स्थितौ पश्यति चेत् लृ इति अनुनासिकः अस्ति अतः एव तस्य लोपः अभवत् अतः एव गम् इति लौकिकरूपं लौकिकधातुः गम् इति लौकिकरूपनुनासिक एव सत्यम् अत्र अनुनासिकः एव तर्हि अत्र अस्माकम् उदाहरणमस्ति गम् लृ इति औपदेशिकधातुः अस्ति औपदेशिकधातुः इत्युक्ते अत्र सामान्यतया औपदेशिकधातुः महोदय किञ्चित् म्यूट् करोतु महोदय किञ्चित् म्यूट् करोतु हा धन्यवादः अत्र गम् लृ इति धातुः औपदेशिकधातुः इति अस्ति औपदेशिकधातुः इति इत्युक्ते तादृशधातुः यः धातुपाठे अस्ति साक्षात् धातुपाठे उल्लेखितः पाणिनेः धातुपाठे यः धातुः अस्ति सः एव धातुः औपदेशिकधातुः इति वदामः तर्हि गम् लृ एकक्षणं महोदय कृपया म्यूट् करोतु एकक्षणं धन्यवादः तर्हि गम् लृ इति औपदेशिकधातुः अस्ति किमर्थम् औपदेशिकधातुः इति चेत् पाणिनेः धातुपाठे साक्षात् उल्लेखितः अतः औपदेशिकधातुः उपदेश अवस्थायाम् अस्ति तर्हि तत्र इदानीं लौकिकधातुः अस्ति गम् इति धातुः अस्ति तर्हि गम् इति धातुं दृष्ट्वा वयम् अवगच्छामः यत् लृ इति वर्णः नास्ति तत्र लृ इति वर्णस्य लोपः जातः तर्हि अत्र लृ इति वर्णः कीदृशवर्णः इति चेत् स्वरवर्णः अच्वर्णः अस्ति तर्हि अच्वर्णस्य लोपः अभवत् चेत् सः वर्णः अनुनासिकः एव इति अवगच्छामः अनुनासिकः नास्ति चेत् अनुनासिकः नास्ति चेत् तर्हि तस्य लोपः न भवति इदानीं गम् लृ इति धातौ गकारस्य अनन्तरं यः अकारः अस्ति गम् इति गम् लृ इति धातौ गकारस्य अनन्तरं यः अकारः अस्ति तस्य लोपः तु न जातः इदानीं लौकिकधातुः अस्ति गम् तत्र तु अकारः अस्ति तर्हि तादृश अकारः अनुनासिकः नास्ति मम शङ्का अस्ति अनुनासिक अर्थात् एतेषाम् उच्चारणे मुखेन सह नासिकायाः प्रयोगमपि अस्ति किन्तु लृ लृ अपि अनुनासिकमेव भवति अस्ति किल अनुनासिकमेव इति मन्यते सर्वेषां स्वराणाम् अनुनासिकरूपम् अपि च अननुनासिकरूपमपि सन्ति तादृशस्थितिः सत्यं साधु महोदय अत्र लृ इति अनुबन्धः अपि वा इत्संज्ञा प्राप्यते अतः अनुबन्धः सत्यं समीचीनम् अस्तु भगिनि पूर्वे पाठे वयं दृष्टवन्तः प्रत्येकस्वरः स्वरस्य अष्टादशरूपाणि भवति इति किल सत्यं अनुनासिक अपि एतान् एतस्य मध्ये आगच्छति ओन्ली वेन् सारि वेन् अनुनासिक is not seen in laukika aham angla bhasha na janami अतः अत्र केवलं संस्कृतभाषा एव लौकिकरूपे यदा वयं अक्षरः लुप्तः भवति तदानीमेव वयम् अवगच्छामः औपदेशिकसूत्रे तत् स्वरम् अनुनासिक आसीत् इति धातौ परन्तु लौकिकरूपे यदा वयं स्वरं पश्यति यदा वयं पश्यामः तदा वयं जानीमः तत् स्वरम् अनुनासिकः न सत्यं तथा भगिनि धातु एव वा प्रत्यये न वा धातुः प्रत्ययः इदानीं पश्यामः भगिनि सूत्रं कुत्र कुत्र कार्यं करोति इति न दृष्टवन्तः खलु इदानीं केवलम् अनुनासिकस्य चिन्तनमेव कृतवन्तः सूत्रं कुत्र कुत्र कार्यं करोति इति अग्रे पश्यामः भवती भवती जेट् स्पीड् अस्ति अग्रे पश्यामः अस्तु अस्तु तर्हि अग्रे राहुल् महोदय पठति वा राहुल् महोदय अस्ति वा अस्तु तर्हि राधिका भगिनी पठतु हरि ओम् महोदय श्रूयते वा हा हा पठतु कः अस्ति राहुल हा पठतु एकनिमिषं लृ अनुनासिकः इति कथं ज्ञातम् इतं वा न सत्यं तथैव फलं दृष्ट्वा लोके गम् इत्येव दृश्यते अतः लृ इत्यस्य लोपः जातः चेत् उपदेशे जनुनासिकः इत् इत्येव सूत्रेण अर्हति स्म अतः लृ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् एतदेव पूर्वम् उक्तं खलु मम इत्युक्ते यत्र कुत्रापि अनुबन्धाः स्वराः भवन्ति ते सर्वे प्रायः अनुनासिकः इति वक्तुं शक्यते वा सत्यम् यत्र लौकिकधातुः यत्र लौकिकरूपम् अपि च औपदेशिकरूपं तयोः मध्ये लौकिके रूपे तादृशस्वरः न अस्ति चेत् तर्हि तत्र अनुनासिकः इति ऊहां कर्तुं शक्नुमः तदेव अत्र उक्तमस्ति लृ अनुनासिकः अतः एतत् कथं ज्ञातम् इत्युक्ते तत् फलं दृष्ट्वा किमर्थम् इत्युक्ते फले तु लृ इत्यस्य लोपः जातः अतः लृ इति प्रायः पूर्वम् औपदेशिकरूपेण अनुनासिकः अस्ति इति अनुमानेन ज्ञायते सत्यं सत्यं समीचीनं महोदय धन्यवादः अग्रे राधिका भगिनी पठतु अस्तु भगिनी कुत्रचित् स्वरस्य इत्संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति यथा डुपचष् इत्यस्मिन् दकारोत्तर स्वर दकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति तत्र डु इत्येव एकः वर्णसमूहः अतः एतादृशं विशिष्टम् इत् सम्यक् कार्यम् अपि प्रदर्श्यते तर्हि इत् संज्ञा तावत् वदतु भगिनि अस्तु कुत्रचित् स्वरस्य इत् संज्ञा प्राप्तिः भवति अपरेण सूत्रेण यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति इत्युक्ते केवलं अनुनासिक स्वराः एव इत्संज्ञा भवति इति न परन्तु अन्यसूत्रेण अपि इत्संज्ञा भवति यत्र इत्युक्ते वर्णसमूहः यत्र भवति तत्र स्वरस्य इत्संज्ञा भवति तत् सः स्वरः अनुनासिकस्वरः नास्ति चेत् अपि यथा डुपचश् एतस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति. अत्र डु इति पद डु अस्तु अग्रे पठामि अस्ति. सः उकारः अनुनासिकः नास्ति. तत्र डु इत्येव एकवर्णसमूहः इत्युक्ते डु इति वर्णसमूहः इति. अतः उकारः इत्संज्ञा इति अस्ति. अतः एतादृशं विशिष्टम् इत्संज्ञकः कार्यम् अपि प्रदर्शयते. कस्य इत्संज्ञा अस्ति अत्र? उ इति दुकारस्य. उ इति पृथक्तया इत्संज्ञा नास्ति भगिनि अत्र. अत्र डु इत्यस्य सम्पूर्णसमूहस्य इत्संज्ञा. ओ समूहस्य. अस्तु अस्तु. तत्र डु इत्येव एकवर्णसमूहः अस्तु. अतः तत्र पृथक् न कुर्मः डु इति. तत्र ओकारस्य इत्संज्ञा अन्येन सूत्रेण उकारस्य अनुनासिकत्वम् अस्ति इति तादृशं न कुर्मः. तत्र डु अग्रे पश्यामः, सूत्रमस्ति तदर्थं. तत्र डु इति आदिर् इतुडवः इति सूत्रमस्ति. तेन सूत्रेण डु इत्यस्य सम्पूर्णसमूहस्य इत्संज्ञा. अतः डु इति इत्संज्ञा, अपि च श इति षकारस्य अपि इत्संज्ञा भवति. पच् एव अवशिष्यते. अस्तु भगिनि. हा, पच् इति अवशिष्यते. कथं भवति अग्रे पश्यामः. सूत्रं दृष्ट्वा पुनः एतस्मिन् विषये चिन्तनं कुर्मः. यतोहि इदानीं सूत्रं न पठितवन्तः खलु. अस्तु तर्हि भगिनि, अस्तु वदतु वदतु भगिनि. अत्र डुपचश् इति अस्ति. डकारस्य उकार स्वरः सन्ति, स्वरः अस्ति. तद्वर्णसमूहस्य लोपः जातः. परन्तु पच् अत्र अ अस्ति किल, चकारस्य सः अ अस्ति. तत्रापि अकारस्य लोपः भवति. तद् अकारम् अनुनासिक इति सत्यम्. अनुनासिकः एव. अनुनासिकः सत्यम्. अनुनासिकः एव. अत्र सम्पूर्णचिन्तनं नास्ति. अस्तु भगिनि, अत्र डुपचश् इत्यस्मिन् विषये सम्पूर्णचिन्तनं नास्ति. अत्र केवलम् उच्यते. किम् उच्यते इति चेत् अत्र कुत्रचित् डु इति पश्यति चेत् अत्र उकारस्य इत्संज्ञा अनुनासिकः इति चिन्तयित्वा न करोतु. अत्र डु इत्यस्य सम्पूर्णसमूहस्य इत्संज्ञा अस्ति इति तावदेव अत्र उच्यते. न तु डुपचश् इत्यस्मात् पच् इति कथं प्राप्नुमः इति तादृशचिन्तनं नास्ति अत्र. अग्रे सूत्रं पठित्वा अवगच्छामः भगिनि. अत्र सप्तसूत्राणि सन्ति, पठामः चेत् इतोपि स्पष्टं भवति. अस्तु, हा. तर्हि अग्रे अत्र लता भगिनी पठति वा? भगिनि, एकः प्रश्नमस्ति. वयं जानीमः त्रीणि कार्याणि सन्ति, आदेशः, आगमः, नामकरणं. तर्हि इदानीं वक्तुं वक्तं लोपः कार्यं, लोपः इति लोप इत्संज्ञककार्यम् अपि तत्र कार्यं नास्ति. बहु सम्यक् भगिनि, सम्यक् चिन्तनम् अस्ति. तर्हि कोऽपि वदतु. तत्र वयं जानीमः यस्य प्रथमाविभक्तिः अस्ति चेत् तत्र सामान्यतया वयं वदामः आदेशः, आगमः, नामकरणं. तर्हि लोपः इति तत्र नास्ति खलु, कथं कार्यम् इति वदति भवती इति भगिनी पृच्छति. सम्यक् अस्ति प्रश्नः. कोऽपि जानाति वा किमर्थं लोपः अपि आदेशः? हा, लोपादेशः. लोपः अपि एकविध आदेशः इत्युक्ते कस्यचित् वर्णस्य स्थाने शून्यम् आगच्छति इति. इत्युक्ते एकः वर्णः अपगच्छति, तस्य स्थाने अन्यः वर्णः न आगच्छति. कार्यम् इत्युक्ते विकृति, विकृतिः एव. इदानीं पश्यतु भगिनि, अत्र इदानीम् अत्र लोपः अपि कार्यं. हा, इदानीं पश्यतु, षकारः अस्ति इति चिन्तयतु. षकारः एकः वर्णः अस्ति इति चिन्तयतु. कथञ्चित् केनचित् सूत्रेण तस्य लोपः भवति इति चिन्तयतु. तर्हि षकारस्य लोपः भवति इत्युक्ते षकारस्य स्थाने लोपादेशः भवति इत्युक्ते इदानीं षकारः नास्ति, षकारः अपगच्छति, तस्य स्थाने लोपः जायते इत्युक्ते तत्र अन्यवर्णः न आगच्छति, अपगमनं, वर्णस्य अपगमनम्, इदानीं तत्र शून्यम् अस्ति, हा वर्णः नास्ति, तदपि कार्यम् अस्ति खलु, अस्तु अस्तु भगिनि, हा लोपः अपि कार्यम्। तर्हि आदेशः इति वदामः चेत् तत्र अन्यवर्णः अन्यवर्णः एव आगच्छति इति नास्ति, तत्र अन्यवर्णः न आगच्छति चेदपि तत्र कार्यमेव, कार्यमेव, अस्तु अस्तु भगिनि, अस्तु तर्हि अस्तु। त कस्य नाम उक्तवती अहं? लता भग, हा वदतु भगिनि। तर्हि इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति, अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्संज्ञा विधीयते। सप्तसूत्राणि ज्ञायन्ते चेत् सर्वम् इत्संज्ञाप्रकरणं ज्ञायते। इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि। अग्रे पठामि न, तावत् वदतु। अत्र विवरणम् अस्ति, इत्संज्ञाप्रकरणे सप्तसूत्राणि एव सन्ति, परन्तु अष्टाध्याय्यां ग्रन्थे अष्टाध्यायग्रन्थे चतुस्सहस्रसूत्राणि लिखितानि पाणिनिना, किन्तु सप्तभिः एव इत्संज्ञा विधीयते। एतानि सप्तानि सूत्राणि वयं जानन्ते चेत् जानीमः चेत् सर्वम् इत्संज्ञाप्रकरणम् अस्माभिः ज्ञायते। एतत् वयम् अवगच्छार्थं सौकर्यार्थम् एतत्र एतत् विधि नो नो एतत् सिस्टम् पाणिनिना स्थापितानि। अस्तु समीचीनं भगिनि, सम्यक् अस्ति। तर्हि अग्रे अरुणा भगिनी पठति वा? सप्तासु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते, धातुषु प्रत्ययेषु च, त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु। अत्र प्रत्ययः इत्यनेन प्रत्ययाः आदेशाः आगमाः प्रयाणमपि ग्रहणम् वदति। सप्तसूत्राणि सूत्राणि सन्ति धातुपाठे पाणिनीयसूत्रपाठे, सप्तेषु अपि चत्वारि सूत्राणि उपदेशेषु प्रयुज्यते, उपदेशेषु अर्थः धातुः प्रत्यया अपि मन्यते, अर्थं त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु। अतः अत्र प्रत्ययः प्रत्ययाः इत्यनेन प्रत्ययाः आदेशः आगमः अपि भवति इति ग्रहणं, प्रत्यय अर्थः आगम आदेश अपि प्रत्यया प्रयोजनं ग्रहणं कर्तव्यम्। समीचीनं भगिनि, हा इत्युक्ते अत्र सप्तसूत्राणि सन्ति इति जानीमः, तेषु प्रथमचत्वारि सूत्राणि सर्वत्र कार्यं कुर्वन्ति, इत्युक्ते धातुः भवतु, प्रत्ययः भवतु, आगमः भवतु, आदेशः भवतु, सर्वत्र कार्यं कुर्वन्ति चत्वारि सूत्राणि। तदनन्तरम् अन्तिमत्रीणि सूत्राणि केवलं प्रत्ययानाम्, इत्युक्ते अत्र आदेशः आगमः अपि च प्रत्ययः तत्रैव कार्यं करोति, इत्युक्ते धातोः कार्यं न भवति, अन्तिमत्रीणि सूत्राणि केवलं प्रत्ययानां कृते इति अत्र दत्तमस्ति। अग्रे सूत्रं पठामः एकवारं। अत्र जयन्त् महोदय पठति वा? अस्ति वा जयन्त् महोदय? आं भगिनि अस्ति. इत्संज्ञाप्रकरणम्. इत्संज्ञाप्रकरणं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु. प्रथमम् अस्ति उपदेशे जनुनासिक इत्. अत्र उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्. उपदेशे अच् अनुनासिक इत्. इत्संज्ञा अस्तु भगिनि. तावत् तावत् वदतु. इत्संज्ञाप्रकरणं चत्वारि सूत्राणि सप्तसूत्राणि अस्ति, परन्तु चत्वारि सूत्राणि उपदेश अवस्थायाम् अस्ति. तत् रूपेषु धातुषु प्रत्ययेषु आदेशु आगमेषु इति रूपमस्ति. अत्र प्रथमसूत्रमस्ति उपदेशजनुनासिक इत्. अत्र अच्वर्णः अनुनासिक अस्ति चेत् तस्य च वर्णः इत्संज्ञा भवति. अत्र उपदेशः सप्तम्यन्तम् अस्ति, अच् प्रथमान्तम् अस्ति, अनुनासिकः प्रथमान्तम् अस्ति, इत् प्रथमान्तम् अस्ति इति सर्वत्र मिलित्वा एकं सूत्रमस्ति. तत् सूत्रं सम्पूर्णं नाममस्ति उपदेश अच् अनुनासिकः इत्. समीचीनं महोदय, सम्यक्. अत्र गीताञ्जलि भगिनी किम् अवगतवती? अत्र उपदेशे जनुनासिक इत् इति सूत्रेषु उपदेशे इत्युक्ते सर्वे धातौ प्रत्यये आदेश आगमे सर्वे प्रयोगाः सन्ति. अच् वर्णः अनुनासिकः चेत् इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् इत्युक्ते यदि अच् अस्ति वयं जानीमः सप्तमी इत्युक्ते परनिमित्तं पूर्वकार्यम् इत्युक्ते अत्र अनुनासिक इत् अच् अनुनासिक अस्ति चेत् इत्संज्ञा. भगिनि एकक्षणं भगिनि. उपदेशे इत्युक्ते परनिमित्तं पूर्वकार्यम् इति उक्तवती, तथा सामान्यतया वयं चिन्तयामः तथा अस्ति, परन्तु अत्र उपदेशे इत्युक्ते विषयसप्तमी अस्ति. विषयसप्तमी विषयः इत्युक्ते उपदेश अवस्थायाम् इति अर्थः. विषय केवल पूर्वकार्यं अत्र. क्षम्यतां भगिनि, चिन्ता नास्ति. उपदेशे विषये अच् प्रत्याहार अस्ति चेत् वयं ऊहां करो सूत्रेषु वदति अनुनासिक अस्ति चेत् तत् वर्ण इत् संज्ञा भवति. इत् संज्ञा भवति चेत् तस्य लोपः भवति. सत्यं सत्यं. तर्हि पश्यतु अत्र उपदेशे अनुनासिक इत् इति सूत्रमस्ति. उपदेशे तस्य अनन्तरं तत्र उपदेशे अच् इति अस्ति. उपदेशे अच् अनुनासिकः, उपदेशे जनुनासिकः. तर्हि तत्र उपदेशे अपि च अच् तयोर्मध्ये तत्र पूर्वरूपसन्धिः भवति, सन्धिकार्यं. तदनन्तरम् अच् उपदेशे अच् चकारस्य जष्ट्वं कृत्वा जकारः जातः, जष्ट्वसन्धिः भवति. तर्हि उपदेशे जनुनासिक इत् इति सूत्रमस्ति. उपदेशे इति सप्तम्यन्तम् अस्ति. अत्र सप्तम्यन्तम् इत्युक्ते विषयसप्तमी. उपदेश अवस्थायाम् इति अर्थः अस्ति. उपदेश अवस्थायाम् अच्वर्णः अच् इत्युक्ते अच् प्रत्याहारस्य वर्णः इत्युक्ते सर्वे स्वराः अनुनासिकाः भवन्ति चेत् तेषाम् इत्संज्ञा भवति इति सूत्रं वदति. उपदेशे अच् अनुनासिकः इत् इति एतत् सूत्रं धातुः भवतु, प्रत्ययः भवतु, आदेशः भवतु, आगमः भवतु, यत्र कुत्रापि तत्र उपदेशावस्थायां स्वरः अस्ति तादृशस्वरः लौकिकावस्थायां नास्ति चेत् वयम् अवगच्छामः यत् तादृशस्वरः अनुनासिकः आसीत्. अतः उपदेशे जनुनासिक इत् इति सूत्रेण तस्य इत्संज्ञा अभवत्, इत्संज्ञा अभवत् इति कृत्वा तदनन्तरं तस्य लोपः अपि भवति. तर्हि एतत् सूत्रं संज्ञासूत्रम् अस्ति, केवलं नामकरणम् एव करोति. एतत् सूत्रं किं वदति? अनुनासिकस्वरस्य इत्संज्ञा भवति. अनुनासिकस्वरः अस्ति चेत् तस्य इत् इति संज्ञा भवति, नामकरणं भवति. तावदेव एतत् सूत्रं वदति. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु तर्हि एकः प्रश्नः, अनुनासिकः इति विशेषणम् अच् इति विशेष्यं वा? अनुनासिकः हा, अनुनासिकः अच् अनुनासिकः इत् हा, सत्यं सत्यं भगिनि. अनुनासिकः विशेषणम् अच् इति वस्तुतः अत्र अच् इति विशेष्यं वा, अच् अपि विशेष्यं वा इति चेत् अच् इति वर्णः अस्ति. अच् इति वर्णः इति विशेष्यमस्ति, वर्णः अच् इति विशेषणमस्ति. अच् प्रत्याहारे यः कोऽपि वर्णः भवतु, सः वर्णः कीदृशवर्णः इति चेत् अनुनासिकः वर्णः अस्ति चेत् तस्य पुनः इत् इति नामकरणं. कीदृश अनुनासिकः इति चेत् इति पुनः विशेषणमस्ति. अच् अपि विशेषणम्, अनुनासिकः अपि विशेषणम्, इत् अपि विशेषणं, वर्णः इति तत्र विशेष्यम्. अध्याहारः भवति वा वर्णः इति? हा, वर्णः इति अवगच्छामः. अच् इत्युक्ते तत्र प्रत्याहारस्य वर्णः इति अर्थः. भगिनि, सर्वे सूत्रेषु सप्तमी विभक्तिपदस्य अर्थं पूर्वकार्यम् इति न वा? तथा नास्ति भगिनि. अत्र सामान्यतया तत् सामान्यतया संज्ञासूत्राणि अस्ति चेत्, संज्ञासूत्राणि सन्ति चेत् संज्ञासूत्रेषु सप्तमीविभक्तिः सामान्यतया पूर्वनिमित्तम् इति नास्ति, पूर्वकार्यम् इति नास्ति. हा हा, अवगतं, धन्यवादः. संज्ञासूत्रेषु तथा नास्ति, यतोहि संज्ञासूत्रेषु कार्यं नास्ति खलु, नामकरणमेव. विधिसूत्रेषु सप्तमीविभक्ति यदि पदसप्तमीविभक्तौ अस्ति चेत् पूर्वकार्यम् इति जानीमः सामान्यतया. तत्रापि विधिसूत्रेषु अपि यदि पदद्वयम् अस्ति, यस्य द्वयोः अपि सप्तमीविभक्तिः एव अस्ति चेत् तर्हि तत्र दृष्ट्वा अवगच्छामः. प्रायः एकं पदं तत्र पूर्वकार्यम् इति सूचयति, अपरं पदं तत्र प्रायः विषयसप्तमी अपि भवितुमर्हति, तथापि भवितुमर्हति. हा, अवगतं भगिनि. पदद्वयं नास्ति चेत् अपि सप्तमी विषयसप्तमी भवितुं शक्नोति. सत्यम्, अत्र पदद्वयम् अस्ति चेत् यत्र विधिकारी कार्यमस्ति, पदद्वयम् अस्ति चेत् अत्र सन्देहः भवति. अत्र पदद्वयम् अस्ति, द्वयोरपि अत्र पूर्वकार्यम् अस्ति वा इति चेत् अत्र सन्दर्भं दृष्ट्वा अवगच्छामः. एवमेव अत्र संहितायामिति पद तत्रापि पदद्वयम् अस्ति खलु, इको यण अचि, अचि इति सप्तम्यन्तं पदमस्ति, संहितायामपि सप्तम्यन्तं पदमस्ति, पदद्वयम् अस्ति खलु तत्रापि. किन्तु कुत्रचित् प्रायः पञ्चमी विभक्ति अस्ति, तत्र तु सप्तमी विभक्ति भवितव्यमिति कोऽपि नियमः नास्ति. अतः प्रायः पञ्चमी विभक्ति नो चेत् तृतीयविभक्ति अस्ति चेत् संहितायाम् अस्ति चेत् तत्तु एकमेव सप्तमी विभक्त्यां भवति, किन्तु तत्र विशेषसप्तमी एव. हा हा, तत्तु समीचीनं, परन्तु भगिन्याः प्रश्नः सप्तमीविभक्तेः विषये आसीत् खलु. सप्तमीविभक्तिः अस्ति चेत् सर्वदा पूर्वकार्यमिति एव वा इति प्रश्नः. तत्र तथा नास्ति, यत्र पदद्वयम् अस्ति, पदद्वयमपि सप्तमीविभक्तौ एव अस्ति चेत् तत्र सन्दर्भं दृष्ट्वा अवगच्छामः. अत्र पूर्वकार्यम् अस्ति वा अथवा इदानीं तत्र आदौ एतादृशप्रश्नाः भवन्ति. यदा वयं पुनः पुनः सूत्रस्य विषये अध्ययनं कुर्मः तत्र इतोपि स्पष्टं भवति अत्र कुत्र विषये सप्तमी, कुत्र पूर्वकार्यम्. अतः अहं किं वदामि इति चेत् अत्र किञ्चित् धैर्यम् अपेक्षितम्. अत्र किञ्चित् धैर्यम्, इतोपि अग्रे गच्छामः चेत् इतोपि स्पष्टः एव भवति. अस्तु, तर्हि अत्र समयः अभवत्, तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः वा? अस्तु, धन्यवादः. नमस्कारः. नमस्कारः भगिनि. धन्यवादः भगिनि.